पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 24 युधिष्ठिर उवाच अधान्यानि तु तीर्थानि वसिष्ठोक्तानि मे वद श्रुत्वा यानि च पापानि विलयं यान्ति नारद नारद उवाच शृणुष्वात्र हि तीर्थानि वसिष्ठोक्तानि पार्थिव दक्षिणं सिन्धुमासाद्य ब्रह्मचारी जितेन्द्रियः अग्निष्टोममवाप्नोति विमानं चाधिरोहति चर्मण्वदीं समासाद्य नियतो नियताशनः रन्दिदेवाभ्यनुज्ञातो अग्निष्टोमफलं लभेद ततो गच्छेदधर्मज्ञ हिमवत्सुदमर्बुदं पृथिव्या यत्र वैच्छिद्रं पूर्वमासीद्युधिष्ठिर तत्राश्रमो वसिष्ठस्य त्रिषु लोकेषु विश्रुतम् तत्रोष्य रजनीमेकां गोसहस्रफलं लभेद पिङ्गातीर्थमुपस्पृश्य ब्रह्मचारी नराधिप कपिलानां नरव्याघ्रशतस्य फलमाप्नुयात् ततो गच्छेदधर्मज्ञप्रभासं लोकविश्रुतम् यत्र सन्निहितो नित्यं स्वयमेव हुदाशनः देवतानां मुखं वीर अनखो निलसारथिः तस्मिंस्तीर्थवरे स्नात्वा शुचिः प्रयतमानसः अग्निष्ठोमादिरात्राभ्यां फलं प्राप्नोति मानवः ततो गत्वा सरस्वत्या सागरस्य च सङ्गमं गोसहस्रफलं प्राप्य स्वर्गलोके महीयते दीप्यमानोऽग्निवन्नित्यं प्रभया भरतर्षभ तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः त्रिरात्रमुषितस्तत्र तर्पयेत् पितृदेवताः विराजति यथा सोमो वाजिमेधं च विन्दति वरदानं ततो गच्छेत्तीर्थं भरतसत्तम विष्णोर्दुर्वाससायत्र वरो दत्तो युधिष्ठिर वरदाने नरस्नात्वा गोसहस्रफलं लभेद ततो द्वारवदीं गच्छेन्नियतो नियताशनः पिण्डारके नरस्नात्वा लभेत् बहुसुवर्णकं तस्मिंस्तीर्थे महाराज पद्मलक्षणलक्षिताः अद्यापि मुद्रा दृश्यन्ते तदद्भुतमरिन्दम त्रिशूलाङ्गानि पद्मानि दृश्यन्ते कुरुनन्दन महादेवस्य सान्निध्यं तत्रैव भरदर्षभ सागरस्य च सिन्धोश्च सङ्गमं प्राप्य भारत तीर्थे सलिलराजस्य स्नात्वा प्रयतमानसः तर्पयित्वा पितॄन् देवान् ऋषींश्च भरदर्षभ प्राप्नोति वारुणं लोकं दीप्यमानस्वतेजसा शङ्कुकर्णेश्वरं देवमर्चयित्वा युधिष्ठिर अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः प्रदक्षिणमुपावृत्य गच्छेद भरदर्षभ तीर्थं गुरुवरश्रेष्ठत्रिषु लोकेषु विश्रुतं किमीदि नाम्ना विख्यातं सर्वपापप्रमोचनं यत्र शक्रादयो देवा उपासन्ते महेश्वरं तत्र स्नात्वार्चयित्वा च रुद्रं देवगणैर्वृतं जन्मप्रभृति पापानि कृतानि नुदते नरः तिमिरत्र नरश्रेष्ठ सर्वदेवैरभिष्टुदः तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयाद जित्वा तत्र महाप्राज्ञ विष्णुना दिदिनन्दनं पुरा शौचं कृतं राजन् हत्वा दैवतकण्टकान् ततो गच्छेदधर्मज्ञ वसुधारामभिष्टुतां गमनादेव तस्यां हि हयमेधमवाप्नुयाद स्नात्वा कुरुवरश्रेष्ठप्रयदात्मादुमानवः तर्पयित्वा पितॄन् देवान् विष्णुलोके महीयते तीर्थं चापि परं तत्र वसूनां भरदर्षभ तत्र स्नात्वा च पीत्वा च वसूनां सम्मदो भवेद् सिन्धुत्तममिति ख्यातं सर्वपापप्रणाशनं तत्र स्नात्वा नरश्रेष्ठ लभेद् बहुसुवर्णकम् ब्रह्मतुङ्गं समासाद्य शुचिः प्रयतमानसः ब्रह्मलोकमवाप्नोति सुकृती विरजानरः कुमारिकाणां चक्रस्य तीर्थं सिद्धनिषेविदं तत्र स्नात्वा नरश्रेष्ठ चक्रलोकमवाप्नुयाद रेणुकायाश्च तत्रैव तीर्थं देवनिषेवितं स्नात्वा तत्र भवेद्विप्रो विमलश्चन्द्रमा इव अथ पञ्चनदं गत्वा नियदो नियताशनः पञ्चयज्ञानवाप्नोदिक्रमशो येदु कीर्तिताः ततो गच्छेदधर्मज्ञ भीमाया स्थानमुत्तमं तत्र स्नात्वा नयोन्यां वै नरो भरदसत्तम देव्याः पुत्रो भवेद्राजन् तत्र कुण्डलविग्रहः गवां शतसहस्रस्य फलं चैवाप्नुयान्महद गिरिकुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतं पितामहं नमस्कृत्य गोसहस्रफलं लभेद ततो गच्छेदधर्मज्ञ विमलं तीर्थमुत्तमम् अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयाद सर्वपापविशुद्धात्मा गच्छेत् परमिकां गतिम् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे चतुर्विंशोऽध्यायः ॐ